नमस्कारः, अस्माकं पाणिनीयवर्गे स्वागतम्। अत्र प्रेरणार्थेनिच् विशेष अजन्तदातवः इति पाठः गतसप्ताहे आरब्धः। तत्र वयम् आकारान्तदातवः इति कृतवन्तः, तस्मिन् तु एजन्तदातवः इति प्रथमबिन्दुः। आकारान्तदातुषु प्रथमम् एजन्तदातवः इति प्रथमबिन्दुः आसीत्। तत्र सामान्यतया किं भवति, सामान्य एजन्तदातुः अस्ति चेत् तत्र आदेश उपदेशे अशिति इत्यनेन आत्वं भवति, अशिति प्रत्यये परे निश्चित्य अशित् अस्ति। अनन्तरम् आकारान्तः भूत्वा पुकागमः, अति क्रीलि क्नुयि श्मायि आतं पुग्नौ इत्यनेन पुकागमः इति सामान्यमस्ति। इदानीं विशेषः एजन्तदातुषु विशेषदातवः स्वीकृतवन्तः। तत्र पै इति धातुः आसीत्। तत्र पै धातुः त्रयः पै धातवः सन्ति, पै शोषणे, पापाने, पारक्षणे इति। तत्रापि हेतुमती च इत्यनेन निच् विधीयते, आदेशे उपदेश अशिति इत्यनेन आत्वमपि भवति। अनन्तरम् इदानीं पुक् आगमः न भवति, परन्तु युक् इति आगमः, चा स्वाह्वा व्या वेपां युक् इत्यनेन तत्र युक् इति आगमः भूत्वा पाययति इति। पै शोषणे इति धातुः स्वीकुर्मः चेत् तत्र अनेन सूत्रेण युक् आगमः भूत्वा पाययति इति रूपम्। तत्र एव एकं वार्तिकमपि अस्ति, लुगागमस्तु तस्य वक्तव्यः इत्यनेन तत्र लुक् भवति। पारक्षणे इति धातुः स्वीकुर्मः चेत् अनेन वार्तिकेन लुक् भूत्वा पालयति। पापाने इत्यत्र पाययति, पारक्षणे इत्यत्र पालयति। तत्र युक् सामान्यतया पुक्कागमः, विशेषरूपेण युक्, युक् अपि बाधित्वा एकं वार्तिकं स्वीकृत्य तत्र लुक् इति भवति। तत्र वयं तृतीयधातुः यदा किम् आसीत् तत्र तृतीयधातुः न दत्तं वा, सम्यक् एव, पापाने पै शोषणे इत्यत्र पाययति इति रूपं, पारक्षणे इत्यत्र वार्तिकेन पालयति इति धातुत्रयम् अभवत्। इदानीं वै शोषणे इति भुवादिगणीयधातुः, लत्र वायति इति लटी रूपं, परन्तु तत्र निचि परे तु तत्र किं भवति, तत्र प्रथमं वै योगः निश्च, तत्र आदेशे उपदेशे शिति। तत्र सामान्यकार्यं भवति यथा अर्थः शोषणे इति अस्ति चेत् अति क्री ली शुयि आताम् इत्यनेन पुग्नौ इत्यनेन पुक् आगमः भूत्वा वापयति इति एकं रूपम् इति रूपं यथा अर्थः शोषणे इति अस्ति। यदा अर्थः कम्पयति इति अस्ति चेत् तत्र जुक् आगमः, वो विदूनने जुक् इति सूत्रेण जुक् आगमः वाजयति इति भवति इति दृष्टवन्तः। तत्तु आसीत् एजन्तदातुः। तत्र ला धातोः विषये तत्र अद्यापि अस्मिन्नेव विषये पुनः पठामः। तत्र लाल् धातोः विषये एकं विशिष्टसूत्रम् आसीत्, ली लोर् नुक् लुक् अन्यतरस्यां स्नेहविपातने इति, लुकाव अन्यतरस्यां स्नेहविपातने इति आसीत्। तत्र किं भवति, स्नेहविपातने इति अर्थे लीलोः अङ्गस्य नुक् लुकौ नौ अन्यतरस्याम् इत्युक्ते विप्रतिषेधेन, क्षम्यतां, विकल्पेन भवति इति। तत्र लायोगः णिच् लालयति इति रूपं, लुक् अभावे तु हर्ति व्री नुयिष्मायि आतां पुङ्नौ इत्यनेन पुकागमः भूत्वा लाभयति इति रूपद्वयं, लालयति लापयति ला धातोः विषये। अद्य एव तस्य स्नेहविपातने इत्यत्र किं किं भवति इति पश्यामः। तत्र ला धातोः अभवत्, ली धातोः विषये एव अद्य नुक् आगमः कथं भवति इति अग्रे पश्यामः। ला धातोः तु पुक् आगमः अथवा लुक् इति आगमः अभवत्। अनन्तरं तत्र मितां ह्रस्वः न्या ग्ला स्रा श्रा इति चत्वारः ध्यातवः तत्र किं भवति तस्मिन् विषये अपि अद्य पुनः आगच्छति. घटादयो मितः इति गणसूत्रेण तत्र धातवः मित् सन्ति चेत् षट् धातवः मित् अन्तर्गणे ञप यम चह रह भल इतोपि एकमासीत् एकनिमिषं ची तत्र किं भवति मितां ह्रस्वः इति सूत्रेण तत्र ह्रस्वत्वं भवति किन्तु न्यपादीनां मित्वं भवति केवलं स्वार्थे प्रेरणार्थे न. अस्मिन् पाठे तु वयं प्रेरणार्थे पश्यामः तदपि अत्र पुनः आगच्छति. अतः तत्र अथ उपादायाः इत्यनेन ज्ञापि मितां ह्रस्वः इति न्यपयति न्यपयते एतत्तु प्रेरणार्थे एव भवति. तत्र अर्थविशेषे केचन मिद्धातवः सन्ति इत्यपि दृष्टवन्तः. स्मृधातोः आध्यायनार्थे ध्यानार्थे तत्र स्मरयति अन्यत्र स्मारयति. धृधातोः धारयति अन्यत्र विधारणार्थे अस्ति चेत् धारयति. अर्थविशेषेण रूपः रूपभेदः अपि भवति. श्रा पाके पाकार्थे अपि भवति स्वेदनार्थे अपि भवति इति दृष्टवन्तः. तत्र तु मितां ह्रस्वः इत्यनेन श्रपयति इति रूपम् तदेव गतसप्ताहे दृष्टवन्तः. तदेव न्यादातवः भुवादिगणे अपि अस्ति क्रयादिगणे अस्ति चुरादिगणे अस्ति अर्थः भिद्यते तत्र रूपभेदः कथं तत्रापि मितां ह्रस्वः इत्यनेन न्यपयति इति रूपं क्लपयति अनन्तरं स्नपयति इति रूपं ग्लास् ना वनु वमां च इति गणसूत्रेण तत्र उपसर्गराहित्ये विकल्पेन मित् इत्युक्ते तत्र यदा उपसर्गः भवति चेत् तत्र ह्रस्वत्वं न भवति. एकवारं ह्रस्वत्वं न भवति तत्र रूपद्वयं भवति ग्लपयति ग्लापयति स्नपयति स्नापयति इति रूपं भवति. एतावत् वयं गतसप्ताहे पठितवन्तः. अत्र इकारान्तदातवः आरभ्य अद्य पठामः. महोदय पठितुं शक्यते वा? नमस्ते भगिनि उषा. नमस्ते नमस्ते. अपि इकारान्तदातवः इति सामान्यव्यवस्था अचोमिति इत्यनेन वृद्धिः. आम् बि बि अपवादभूताः सन्ति तेषां वर्णनम् अधः भवति. कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य ज्ञन्तरूपाणि ज्ञन्तरूपव्युत्पत्तिः इति बोध्यते. तत्र अचोणिः इत्यनेन सामान्य एकादातूनां वृत्तिः भवति अनन्तरं नायति सर्वत्र भवति ईकारं भवति ईकारं तस्मै भवति. अपवादभूताः केचन सन्ति तेषां रूपाणि विद्यन्ते अन्यथा सामान्य नायति इति नायति इतिवत् भवति. अग्रे के ते इति अपवादभूताः जातमस्ति. क्री जी अधि अधियोग ई अधि अधियुक्त ई उपस अधि उपसर्गेभ्य ई इति जातमस्ति. ईकारान्त क्री इति क्रयादिगणे नटि क्रीणाति. चि भवादिगणे नटि जयति. अधि ईङ् अध्ययने इति अधि अधिपूर्वसत्वम् इत्यस्ति. अदादिगणे धातु अस्ति नटि अधीते. इदानीं एते त्रयः धातवः सन्ति. उत्तरसूत्रमस्ति क्रीजीनां नौ इति परे षष्टाध्यायप्रथमपादस्य अष्टचत्वारिंशत्तमं सूत्रं निचिपरे येषां धातूनां एचः स्थाने आ आदेशः येषां धातूनां एचः परे एचः स्थाने आ आदेशः भवति आदेशः भवति. क्रीञ्च इञ्च क्रीञ्च इञ्च जिश्च तेषां मित्रे सदन्तः क्रीं जिष्टेश क्रीञ्जि तेषां क्रीञ्जीनां क्रीञ्जीनां षट्यन्तं नौ सप्तकन्तं द्विपदम् आदेश उपदेशे चिति तस्मात् आदृशः एषः इत्यनेन अनुवृत्तिः भवति, अनुवर्तिकमस्ति, अनुवर्तिकसूत्रमस्ति क्रीं जीना एषः आनौमि. इदानीं तत्र एषः कदा भवति इति अत्र क्रीयोगणिः इति अस्ति. इदानीं तत्र अचोटि इत्यनेन तत्र वृत्तिः भवति क्रै इति. इदानीं क्रैयोगी इति इदानीं तत्र सामान्य इच्छया इत्यस्य कार्यं तत्र क्रीं जीना नौ इत्यनेन ये च स्थाने आ आदेश आयाति. अतः क्रायोगी इदानीं क्रा इ इति अस्ति. इदानीम् अस्ति क्षमायातां नवीति आकारान्तस्य उगागमः इदानीं उगागमः. इदानीं आकारान्तर्वत् क्रा इति क्रायोगं योग इ क्रापि इति इदानीं क्रापि योग क्रीं जीनां नौ इति सूत्रम् आम् अतः कथं भवति कथं भवति इत्युक्ते वृद्धिः भवति अत्र यचोयावः प्रभाते चो सेवन् एतत्तु अपवादसूत्रमस्ति वा तत्र यचोयावः आम् द्वयमपि तत्र सिक्स् वन् किल आम् सिक्स् वन् अस्ति तत् अनन्त परसूत्रमस्ति तत् सिक्स् वन् किम् आसीत् एतत् सिक्स् वन् फार्टि एय्ट् एतत् अङ्गकार्यं नास्ति उक्तमस्ति चेत् अथवा अपवादः अस्ति हिन्दीनां नौ इति प्रपाद्यते. तस्मिन् विषये अत्र किमपि न उक्तं प्रायः वयमेव तदेव जीयोग णिच् तदेव तत्र गै जीयोग णिच् इति जै इति भवति जै योग इ इति अस्ति. इदानीं ीजीनां नौ इत्यनेन आदेशः यदा जा इति भवति चेत् जा इति इदानीं जा इति अस्ति तर्हि अस्ति क्षमायातम् इति अकारान्तानाम् इति अकारान्तः भवति अतः उप् भवति नौ परे इत्यनेन तत्र जा योग उप्योग इति जापि तदेव इ इति अस्ति अधि योग इ ईयोग निश्चय ऐ इति भवति इदानीम् आ इति भवति तर्हि अधि आयोग पुक् इति आपि आपि इति आपयति इति अनन्तरम् अधि इति योजनीयम् अध्यापयति अधियोगेन शक्यते अधियोग अध्यापयति अग्रे अधि उपसर्गाः क्रियायोग इत्यनेन उपसर्गसंज्ञा ते प्राग्धातुः इत्यनेन उपसर्गसंज्ञा प्राशब्दाः धातोः पूर्वम् अव्यपेतया उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम् अतः प्रक्रियायाः अन्ते एव संयुज्यते अन्ते एव भवति. तत्र तत्र चर्चा अभवत् वर्गे अतः महोदयेन योजितं तद् अन्ते एव उपसर्गाः योज्यते. अनेन तत्र यदा पूर्वमपि आसीत् अपि तत्र रूपं समानम् आगच्छति, परन्तु प्रक्रिया प्रदर्शनसमये तत्तु अन्ते एव भविष्यति इति. अतः सर्वत्र तादृशमेव उपसर्गाः अपि पदसंज्ञा प्राप्नोति तद् अन्ते एव तस्य योजनं. वयं यदा वयम् अस्माकं लङ्लकारस्य कुर्मः चेदपि तत्र वयम् अन्ते एव योजयामः किल. क्री इति क्रापयति, नी जि इति जापयति, ईयोगः णिच् तत्र अधियोगः अधि उपसर्गपूर्वक ई धातुः अध्यापयति. सर्वत्र क्रीं जीणौ नौ इत्यनेन एचः स्थाने आ इति आदेशः. समीचीनम्. महोदय तदपि पठतु महोदय, अत्र एकः प्रश्नः उदेति. अन्यथा रूपं किं भवति? यदा क्रीं जीर्णौ इति नास्ति इति वा, अथवा गणे वा क्रीणाति एव. सत्यम्. अचोनिति तु भवति एव यदा अत्र आदेश आदेशः एकः स्थाने आ न भवति चेत् अस्माकं पुङ्नौ भूत्वा तत्र एकः प्रश्नः उदेति. ण्यन्तप्रकरणे ईकारान्तानाम् ईकारान्तानां निचिपदे अचोनिचित्तनेन वृद्ध्यानन्तरम् आदेश उपदेश इति सूत्रेण प्रभावः किमर्थं कुर्मः? किमर्थं न स्यात् इति यदा किमर्थमत्र नूतनसूत्रस्य आवश्यकता अस्ति? क्रैयोग तदा इदानीं तत्र क्रै इति दासज्ञायो अस्ति. आदेश उपदेशे अशि इत्यनेन एव क्रायोगी भवति. अत्र एषः आत् जातम् अपि च अशित् निष्पत्यपदे परन्तु एकः क्रै उपदेशः नास्ति. उपदेशः इत्युक्ते मूलधातुरूपं नास्ति सूत्रे उपदेशे इति तत्त्वम्. यत्र मूले एजन्तधातुः अस्ति तत्रैव सूत्रकर्तनमिति अतः ीणां नौ इत्यस्य आवश्यकता अपि च अधः यावन्ति पुल्यसूत्राणि तेषां तत्र किमर्थं तत्र क्रै इति अस्ति क्रैवै इति अस्ति इति अशिति प्रत्यय अस्ति किमर्थम् आत्वं न विधीयते आदेशोपदेशे इति प्रस्थायते तत्र समाधानमस्ति उपदेशावस्था एव तत्र आत्वं विधीयते इदानीं तु उपदेशः अस्ति नास्ति इति उपदेशे इदानीम् ईकारार्थः अस्ति अग्रे महोदय. अत्र अग्रे अत्र क्रीजीनां नौ इत्यादीनां सूत्राणां सङ्ख्याम् अवलोकताम् आदेशोपदिशति षष्टाध्यायपदपादस्य पञ्चचत्वारिंशत्तमसूत्रस्य अनन्तरम् अनेकानि सूत्राणि सन्ति यैः येषाम् उपदेशावस्थायां तेजनतत्वम् आसीत् तेषामपि आत्वं भवति. अग्रे अपि अस्ति वा? तत्र क्रीञ्जीर्णौ इति प्रथमपादस्य 85 किल क्षम्यताम् 48 अहं संस्कृते 48 इति अस्ति. तत्र आदेश उपदेशे अशीति इति 45 इति अस्ति. तस्मात् अनन्तरं उपदेश अवस्थायाम् इति स्वीकृत्य एजन्तत्वं यत्र नास्ति तानि सूत्राणि सन्ति तेषामपि आत्वं विधीयते इति एकनिमिषं पश्यामि. एकं सूत्रं किं विशेषसूत्रं 45 एकनिमिषम् आदेश उपदेशे अशीति तस्मात् अनन्तरं किम् अस्ति? न व्योलिटि तत्तु स्फुरति तत्तु अत्र एव आगच्छति. स्फुरति पुलस्त्योर्घञ् इति सूत्रं तद् अत्र अस्मिन् क्रीङ्गीनौ एव वयं दृष्टवन्तः. पश्यामः इत्युक्ते अस्मिन् करपत्रे एव अस्ति. यत्र ते सः तु आदेशरूपेण आत्वम् अतः एव पृथक् रूपेण कृतवान् इति अस्ति. यस्य आत्वं न उपदेश अवस्थायां एजत्वं नास्ति सः न इष्टवान् विशेषरूपेण सः इष्टवान् तादृशम् अतः एव सूत्राणां नूतनसूत्रं निर्माणं कृतवान्. अस्तु महोदय, धन्यवादः. विजया भगिनी ली धातुः पठति वा? द्वादिगणे लीयते त्रयादिगणे विनाति टु मेल्ट् सुरादिगणे लाययति ीकरणे द्रवीकरणे पाणिनेः धातुपाठे त्रयः ली धातवः सन्ति युवादिगणे त्रयादिगणे सुरादिगणे च. यः धातुः सुरादिगणे अस्ति तस्य विकल्पेन हिच् इति एतत् सर्वं वयं जानन्ति एव. आदृशात् आदृशाद्रु वा इत्यनेन गुणसूत्रेण गणसूत्रेण यस्मिन् पक्षे मिच् न विधीयते तस्मिन् पक्षे रूपं द्वादिगणत्वं भवति. अतः मातृभिः सूच्यते यत् अयं धातुः द्वादिगणे भवेत्. पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः. एतादृशः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत् धातुपाठः समीकरणीयः. तत्र ली धातुः इति त्रयः धातुः त्रयः गणे भवति इति ली द्वादिगणे द्वादिगणे लीयते त्रयादिगणे विनाति इति भवति. अत्र द्विवादिगणे त्रयादिगणे चुरादिगणे च परन्तु त्रीणि गणाः सन्ति परन्तु चुरादिगणे एव तस्य विकल्पेन उच्यते इति आदृशात् वा इत्येन गणसूत्रेण कथ्यते. यस्मिन् पक्षे निच् न विधीयते तस्मिन् पक्षे रूपं द्वादिगणवत् इति भवति. एतत् अत्र मातृभिः उच्यते यत् अयं धातुः द्वादिगणे भवेत् परन्तु तत्र पाणिनिना चुरादिगणे एव अयं धातुः स्थापितः. तत्र मातॄणां मतम् अस्ति यत् धातुपाठः तत्र समीकरणीयः. सत्यं, तदेव लयति इति रूपं तद् यद् भवादिगणे लयति इति अस्ति किल तद् चुरादिगणीयधातुः अस्ति. तत्र विकल्पेन णिच् विधीयते आदृशाद् वा इति गणसूत्रेण विकल्पेन. अतः रूपद्वयं लयति लाययति इति रूपद्वयम् इति अस्ति. इदानीं तादृशम् अस्ति परन्तु मातुः मतम् अस्ति तत्तु यदा रूपं तु भुवादिगणवत् अस्ति तत्र भुवादिगणे एव भवेत्. किमर्थं तस्य चुरादिगणे इति तस्याः मतम् इत्येव तत्र अस्ति. अतः ली धातुत्रयं भुवादिगणे क्षम्यतां तदेव अस्ति किल दिवादिगणे क्रयादिगणे चुरादिगणे तस्मिन् विषये एव अस्मिन् परिच्छेदे अस्ति. आं भगिनि, सूत्रं पठतु. तदेव वयं गतसप्ताहे पठितवन्तः किल पुनः तदेव लीलोर्नु तद् अभावे देहः नाम तैलं घृतं विपातनं नाम तिरुचिकाल् देहविपातनार्थे लि धातोः विभागमः ला धातोः आगमः. अर्थ विकल्पेन इति च लाचौ लौ द्वन्द्वः तयोः लोः दुःख च युक्त च दुःख द्वन्द्वः स्नेहस्य विपातनं दुःखविपातनं तस्मिन् स्नेहविपातने षष्ठीलोः षष्ठ्यन्तं दुग्लुपौ प्रथमार्थम् अन्यतरस्यां सप्तम्यन्तं स्नेहविपातने सप्तम्यन्तम् अनेकवर्षे अर्ति अर्ति मायाकां कुम्नौ इत्यस्मात् नौ इति अनुवर्तते तदति इत्यस्य अनुसरणं स्नेहविपातनेङ्गस्य दुग् इति नौ अन्यतरम् गतवर्गे एतत् विषये इषा भगिन्या वयं विवरणं दत्तवन्तः तत्र उल्लेखेन धातोः लुक् लीधातोः लुक् लाधातोः लुक् भवति तत् द्वयोः मध्ये भावः अस्ति चेत् तत्र आगमः भवति स्नेहः नाम धैर्यं दुःखं विपातनम् एतत् नाम अस्ति एतत् रूपं किम् अस्ति अनेकपदमायातापूर्णस्य अनुभूति अनन्तरं अङ्गस्य इति अधिकारं अङ्गस्य लुक् लुकौ लुक् लुक् नौ अन्यतरं सत्यं तदेव वयं ला धातुः गतसप्ताहे दृष्टवन्तः अस्मिन् सप्ताहे ली ईकारान्तः ला धातुः ला लालयति इति एकं रूपं यत्र लुक् भवति पुक् तदभावे पुक् लापयति इति द्वितीयं रूपम् इति दृष्टवन्तः ली धातुः किं भवति नुक् इति स्नेहविपादने इत्यस्मिन् अर्थे नुक् भवति अथवा पुक् भवति इत्येव तदेव भगिनी तत्र नुक् आगमे किं भवति इति पठतु लीयोगः णिच् आगमे अत्र नुक् आगमः भवति इदानीं लीक् अनिच् अनुभवलोपार्थं एतत् वर्णम् लीनयति इति रूपं वयं साधितवन्तः नुक् आगमः लीनयति अत्र प्रश्नः पठतु तत्र प्रश्नः किमर्थम् अत्र अचोनिति न भवति इति एतावत् वयं पूर्वस्मिन् भागे अपि यदा महोदयेन पठितं तत्र अचोनिति एव प्रथमम् अभवत् अनेन वृद्धिः अभवत् किल किमर्थम् अत्र न तस्य सूत्रस्य प्रसक्तिः प्रथमम् इति पृच्छति उत्तरं किं भगिनि न न तत्र उत्तरं नास्ति उत्तरं नास्ति तत्र भवती एव वदतु अचोनिति अत्र प्रसक्तिः अस्ति वा अत्र एतत् रूपमेव एतत् वृत्तिः एव न अभवत् किल किमर्थम् ईकारस्य वृद्धिवर्णः कः तद् न अभवत् किल लीनयति इत्येव रूपं साधितवती किल किमर्थं तद् न अभवत् इत्येव प्रश्नः अन्ये किं वदन्ति किमर्थं न अचोमिति कार्यं भवति साक्षात् परः भवति. एतत् पूर्वत्र सिद्धम् अत्र न भवति किल भगिनि? सपादसप्ताध्यायी अस्ति. न अत्र न पृच्छति महोदयः. महोदयः प्रथमं ली योगः णिच् यदा भवान् एव इदाचोणिति कृतवान् किल अत्र ई योगः णिच् अथवा जि योगः णिच् तत्र किमर्थं न अभवत्? परसूत्रमस्ति अपि च परसूत्रमस्ति अपवादः साक्षात् उक्तमस्ति भवति तद् भवति एव पूर्वं परं तस्य कार्यं प्रथमं भवति दुर्गागमस्य 6 8 3 39 अस्ति 7 3 39 अस्ति पूर्वसूत्रम् अपि च साक्षात् उक्तमस्ति अतः परत्वात् भवति तर्हि तदा इदानीं न भवति यदा पूर्वमेव यदा प्रथमं कार्यम् अचोणिति किमर्थं नास्ति इत्युक्ते यदा भवान् उक्तवान् परत्वात् 7 3 इति अस्ति अचोणिति तु 7 2 किल अतः विप्रतिषेधे परं कार्यं परत्वात् लीलोर्मुक् लुक् अव अन्यतरस्याम् इत्यस्य सूत्रस्य एव प्रसक्तिः. समीचीनं विप्रतिषेधः अस्ति एव किल ली योगः णिच् ली योगः णिच् अत्र अचोमिति आगच्छति किल कार्यं कर्तुं तदस्ति परन्तु लीलोर्नुक् इति अन्यत्र लब्धावकाशः चेद् विप्रतिषेधे परं कार्यं भवति अन्यत्र लब्धावकाशः एकत्रापि इति भवति चेदेव अपवाद निरवकाशत्वम् इति वदति वा लीलोर्नुक् इत्यस्य तदपि सम्यक् एव परन्तु तत्र परसूत्रमपि अस्ति तदपि सम्यक् एव वक्तुं शक्यते वक्तुं शक्यते लीलोर्नुक् इत्यत्र ली धातोः नुक् ला धातोः लुक् इत्येव कार्यं भिन्नकार्यं किमपि नास्ति परन्तु अचोमिति इत्यस्य क्षेत्रं तु बहु बृहत् अस्ति यदा वयमेव दृष्टवन्तः गत करपत्रे अपि अस्य कार्यमस्ति इदानीमपि यदा अजन्त यत्किमपि धातुः क्रियोगः अणिच्छति स्वीकुर्मः चेदपि तस्य कार्यं भवति एव किल अचोमिति इत्यस्य नित् प्रत्ययः परः अस्ति चेत् तस्य कार्यं भवति निरवकाशत्वम् अस्ति आम् आम् लीलोनुक् इत्यस्य अन्यत्र अवकाशः अचोणिति इत्यस्य अन्यत्र अवकाशः अस्ति चेत् विप्रतिषेधे परं कार्यम् अवकाशः तु अस्ति तद् तादृशं चिन्तनं कथं कुर्मः इत्युक्ते उत्सर्ग अपवादस्य इत्युक्ते अचोणिति इति आगत्य त्यकारं करोति तद् बाधित्वा लीलोनुक् अन्यतरस्यां स्नेहविपादने इत्यनेन नुक् भवति चेत् तत्र अपवादस्य चिन्तनम् उत्सर्ग अपवादचिन्तनं यदा विप्रतिषेधचिन्तनम् अस्ति चेत् तत्र लीलोनुक् इत्यस्यापि स्वस्य क्षेत्रम् अस्ति अचोणिति इत्यस्यापि स्वस्य क्षेत्रम् अस्ति तत्र द्वयोः युगपत् प्राप्तिः अस्मिन् क्षेत्रे अत्र अस्मिन् सन्दर्भे भवति चेत् तत्र अन्यत्र अन्यत्र आम् तत्र तद् तादृशं न तादृशमपि सम्यक् एव किल ली धातोः ला धातोः इति तस्य पृथक् क्षेत्रमस्ति तत्र तादृशमपि वक्तुं शक्यते किल ली धातोः कृते नुक् ला धातोः कृते लुक् इति तस्य उदाहरणानि प्रतिपदोक्तत्वात् इति सम्यक् भवति इति मम चिन्तनं साक्षात् उक्तमस्ति अस्मिन् सूत्रे ली धातोः नुक् भवतु इति अत्र न भवति चेत् तस्य निरवकाशत्वं भवति अपवादः इति वक्तुं शक्यते इत्येव मम चिन्तनं आम् प्रतिपदोक्तम् अर्थ ली धातोः इति साक्षात् उक्तम् अस्ति, अतः अचोण् इति इत्यस्य अवकाशः नास्ति अत्र. अग्रे भगिनि, नुग् अभावे किं वा? नुक् आगमे लीनयति इति रूपं, नुक् अभावे किं भवति इति पठतु. विभाषा लीयते, आत्वम् आदेशकः भवति एचक विषये. अत्र एचक स्थानी नास्ति, एचक विषये इति उक्तत्वात् नाम ली इत्यस्य यदा गुणः वा वृद्धिः वा जायमानः, यस्मात् एकारः वा ऐकारः वा जायमानः, तत् पूर्वमेव तत् स्थाने ईकारस्य स्थाने आकार आदेशः भवति. लीयतेः इति यक् प्रत्यययुक्तं रूपं, न तु ष्यन् प्रत्यययुक्तम् इत्यस्मात् त्रयाधिगणीयः अपि च द्विवादिगणीयः द्वयोरपि धात्वोः ग्रहणम्. पूर्वतने सूत्रे मीनाति मिनोति नीगां यपि च इति सूत्रे एचक इत्यस्य एचकविषये इत्यर्थः अस्ति इत्यस्मात् अस्मिन् सूत्रे अपि तथा. विभाषाप्रथमान्तं लीयतेः षष्ट्यन्तं द्विपदमिदं सूत्रम्. न विभाषा प्रथमान्तं लीयतेः षष्ट्यन्तं द्विपदमिदं सूत्रम्. आदेच्य उपदेशे शिति इत्यस्मात् आत् येचः इत्यनयोः अनुवृत्तिः मीनोतीङ्गां यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा लीयतेः आत् एचः ल्यपि. अत्र विभाषा लीयतेः इति सूत्रं द्विवादिगणीयः तादृशम् अर्थमेव, परन्तु त्रयाधिकल्पेन अत्र द्वयमपि विकल्पेन एव लिङ् द्विवादौ अपि त्रयादौ अपि विकल्पेन आत्वये आदेशः भवति. आं भगिनि वदतु. आमाम्, अत्र एचक स्थानी नास्ति, एचक विषये एव अत्र एचक स्थानी नास्ति, एचक विषये एव अत्र उक्तं नाम ली इत्यस्य यदा गुणः वा वृद्धिः वा जायमानः भवति चेत् गुणः एकारः वा ऐकारः वा जायमानः अस्ति चेत् तत्र पूर्वमेव ईकारस्य स्थाने आकारः आदेशः भवति, आत्वं भवति एकन्तधातुः अस्ति. इदानीं लीयतेः अत्र अधः किञ्चित् दत्तं खलु भगिनि, पठामि वा? इक्ष्टिपौ धातुनिर्देशे वार्तिकमस्ति इति वार्तिकेन सिप् धातुनिर्देशे नियोगः सिप् कृतप्रत्ययः नियोगः अत्र पि एव तिष्ठति नियोगः सि सिप् सार्वधातुकप्रत्ययः अतः सार्वधातुके यक् यकारः द्वितीयेन कर्मणि यक् भवति. इदानीं नियोगः यक् योगः एतत् ककारस्य लोपानन्तरम् अनुबन्धलोपानन्तरं लीयति लिखितम्. एतत् प्रातिपदिकं भवति, षष्ट्यन्तं सुबन्तरूपं भवति लीयते. लेयं यत्र सिप् कृतः अतः लीयति इति न आत्मनेपदम्, आत्मनेपदं न आत्मनेपदं न वा परस्मपदमपि अपि तु कृदन्तं प्रातिपदिकम्. अतः अत्र प्रश्नः अत्र च प्रश्नः उदेति यत् किमर्थं न इक् प्रत्ययः द्वारा लेहे इति न स्यात्, लीयतेः इत्यस्य अपेक्षया लेहे इति रूपं लघु अभविष्यत्। उत्तरमस्ति यत् यङ्लुकि अनयोः धातोः धात्वोः एषः विषयः आत्व आदेशः न भवति, अतः एव तत्र एके इति भवति नातु आकारस्य आदेशः न भवति। तत्र इदानीं यत्र लीयते इति यक् प्रत्ययुक्तं रूपं न तु षण् प्रत्ययं विवादिगणीयः अथवा षण् इत्यस्मात् त्रयादिगणीयः अपि च विवादिगणीयः द्वयोरपि धातोः ग्रहणं भवति। अत्र पूर्वतने सूत्रे मीनाति मिनोति मीना व्यपिञ्च इति सूत्रे एचः इत्यस्य एचः विषये इति अर्थः एजन्तदातवः इति विषये एव अर्थः। अत्र स्थानि नास्ति इत्यस्मात् अस्मिन् सूत्रे अपि तथा भवति। विभाषा अत्र प्रथमार्थं नीयते दृश्यन्तुं पदमिदं आदेश उपदेशिष्यति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिसङ्ख्यसूत्रं मीनाति विनोति विनोति भिन्नं व्यपि च इत्यस्मात् व्यपि इत्यस्य अनुवृत्तिसङ्ख्यसूत्रं विभाषा नीयते आत् एचः व्यपि अत्र उदाहरणं अधः अस्ति। वयम् एतत् एतत् विषये दृष्टवन्तः किमर्थम् अत्र इकस्थाने प्रथमः द्वा किमर्थं न इक् प्रत्ययः द्वारा देहे इति न स्यात्, क्रियतेः इत्यस्य अपेक्षया एव देहे इति विभुक्षस्य प्रयोगं भवति। उत्तरमस्ति अत्र यङ् लुकि अनयोः धातोः एचः विषये आदौ आदेशः न भवति तत्र, परन्तु इतोपि किञ्चित् भवति एव वदति। अत्र लीयते इति सूत्रे अस्ति, विभाषा लीयतेः इति अस्ति, तदेव भवती पठितवती इदानीम्। अत्र किमर्थं लीयतेः इति अस्ति इति प्रश्नः कृतः, तस्य उत्तरमेव यक् प्रत्यययुक्तं रूपं तत्र कथम् आगच्छति इति प्रथमं प्रथमं तत्र तु इक्ष्टिपा धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन तत्र ष्टिप् कृत् प्रत्ययः ष्टिप् इति कृत् प्रत्ययः योजयित्वा ली धातोः ष्टिप् योजयित्वा रूपं कथं साधितम् इति तत्र लीयति इति प्रातिपदिकमस्ति, कृत कृदन्तप्रातिपदिकं तस्य रूपं लीयते इति भवति, षष्ट्यन्तं सुबन्तरूपं लीयतेः विभाषा लीयतेः इति भवति। तस्य एव तत्र विभाषा लीयतेः आत् एचः ल्यपि इति पूर्ण सूत्रमस्ति। विभाषा इत्युक्ते वयं जानीमः एव विकल्पेन लीयतेः इत्यस्य आत् भवति एचः विषये, ल्यपि अपि ल्यप् इति प्रत्ययः अस्ति चेदपि सप्तमी ल्यपि इति एचः इति स्थानी नास्ति, लीयतेः इत्येव षष्ट्यन्तं स्थानी, एचः इति तु एचः विषये यदा एचः विषये अस्ति तत्र लीयतेः आत्वं भवति इत्येव सूत्रं सूत्रस्य अर्थः। तत्र यदा लीयतेः इति वदामः तत्र यत् तत्र लीयतेः इति किमर्थं पाणिनिना प्रदर्शितम् इत्युक्ते तत्र लीङ् इति द्विवादौ क्रयादौ धातुद्वयस्य अपि ग्रहणं भवति, अतः एव सः लीयतेः इति उक्तवान् इत्येव अस्ति। अत्र प्रश्नः अस्ति वा? धन्यवादः, धन्यवादः भगिनि। उषा भगिनी पठति वा? इदानीं वयं रूपद्वयम् इत्युक्ते नुक् आगमे तत्र लीनयति, नुक् अभावे विभाषा लीयते इत्यनेन किं भवति इति भगिनि पठतु। इदानीम् ईकारस्य वृद्धिः अहं भगिनि आम् आम् लै अनन्तरं लै इत्यस्य आदिति न करणीयं भवति, पूर्वमेव लि इत्यस्यैव ला करणीयम्। लीत्यस्य एव ला करणीयं, सत्यं। तदेव सः तत्र द्वितीयवाक्ये पश्यतु महोदय, नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः, यस्मात् एकारः वा ऐकारः वा जायमानः, ततः पूर्वमेव तत् स्थाने, इत्युक्ते ईकारस्य स्थाने आकारादेशः भवतु। यदा तत्र अचोनिति इति यदा वयं स्वीकुर्मः, तस्य कार्यं भवति, तस्मात् पूर्वमेव तत्र लीयः ली स्थाने किं करोति, अत् आकार आदेशः भवति। समीचीनं वा? आम् आम् आम् आत्वम् आम् आम् तदपि अस्ति, तदपि आगच्छति, तत्र रूपत्रयं वा भवति, अतः तद् आगच्छति अग्रे तस्मिन्नेव विषये पश्यामः। आम् ईकारस्य वृद्धिः न जायते, अपि तु आदेशः भवति। ईकारस्य वृद्धिः न जायते, अपि तु आदेशः भवति। तदा अर्ति ह्री व्ली रि क्नूयि श्माय् आतां पुक् नौ इत्यनेन पुक् आगमः। लीयोगः निच् विभाषा लीयते लीयतेः इत्यनेन ई स्थाने आदेशः भवति। ली इति ला इति भवति। ला योगः ई ला योग ई लायोगः इ इति स्थिते लायोगः पुक् आगमः भवति। लायोगः पुक् योगः इ इति भवति। लायोगः पकारः योगः इ लापि इति निजन्तधातुः, निजन्तधातुः लापै लापयति लापयति इति भवति। लीयोगः णिच् विभाषा लीयतेः इत्यनेन वयं पठितवन्तः। ली इत्यस्य यथा गुणो वा वृद्धिः वा जायमानः, यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत् स्थाने आकार आदेशः भवति, पूर्वमेव आकार आदेशः भवति इति वाक्यं पठितवन्तः। तत्कारणात् वृद्धिः पूर्वमेव लायोग लास् ली स्थाने आकार आदेशः भवति। विभाषा लीयते इत्यनेन विभाषा लीयतेः इत्यनेन सूत्रेण लायोगः इ इति लायोगः इ इति कृते पुक् आगमः, आकारस्य धातु आकारान्तदातु। सो अर्ति ह्रि व्लि रि क्नुयि श्माय् आता आकारान्तदातु पुक् आगमः भवति। लाकार लायोगः पक पुक् आगमः, लायोगः पकारः योगः इ इति भवति। लापि इति निजन्तदातुः, लापि इति नूतनधातुः, सो ला वृद्धि लापै लापै योगः इ इति लापै योगः शप् योगः इति लापयति इति रूपं भवति। नुक् अभावे अपि च आदेश अभावे अचोञ् निति इत्यनेन वृद्धिः, तथा येचो अयवायावः इत्यनेन आय् आदेशः। ली योगः णिच् इति स्थिते लै योगः इ, लै योगः इ लाय् योगः इ लायि इति निजन्तधातुः, लाययति इति रूपं भवति। ओके, ली योगः णिच् नुक् नुक् अभावे अथोञ्जि प्रथमं कार्यं पुक्कभावे ली इति वृद्धि प्रथमं वृद्धिकार्यं स्यात् चेत् अचोञ्जनिति इत्यनेन ली इति लै इति भवति। लै योगः इ इति कृते एचो अयवायावः इत्यनेन लाय् योगः इ इति भवति। लायि इति निजन्तधातुः, अनन्तरं शप् योगः शप् अनन्तरं शप् प्रथमं ती अन् देन् शप् अन् देन् शप् योगः लायि योगः शप् योगः ति इति कृते लाययति इति लटीरूपं भवति. अत्र च प्रश्नः एकनिमिषं भगिनि, एकनिमिषं, वि हाव् टु डैजेस्ट् सो मेनि थिङ्ग्स्. आं भगिनि, तत्र नुक् आगमे लीनयति इति आसीत्, नुक् अभा नुक् अभावे तत्र लाभयति इति एकं रूपम्. इदानीं पुक् पुक् अभावे तत्र लाययति इति एकं रूपम्. अत्र महोदयस्य प्रश्नः आसीत् लीयोगः निच् इत्यत्र एव किमर्थं वयं गुणः न किं महोदय वृद्धिः न कृतवन्तः इत्येव प्रश्नः आसीत् किल. तत्र वयम् अस्माकम् अष्टाध्यायी डाट् काम् 6151 इति गच्छति चेत् तत्र एस् सि वासु तत्र महोदयस्य तत्र पठतु तत्र 6151 विभाषा लीयते. ते तु तेषाम् अर्थः न दत्तः तत्र. तद् एस् सि वासु महोदयस्य किञ्चित् केन् अण्डर्स्टाण्ड् भगिनि, तत् पठति वा भगिनि? देर् इस् अन् आप्स् देर् इस् आप्शनलि द सब्स्टिट्यूशन् आफ़् Yeah, there is optionally the substitution of A for the final of Li to adhere in the Dhatu Pata. When the affix Lyap follows or such an affix as would demand this substitution of the diphthong. Okay. Okay, Li to adhere. Okay. The, oh, in the Atecho Padeshe, Ashiti, that's a diphthong. The final of Li will take guna substitution before shit affixes and will become le. This incipient diphthong a is changed to a by this rule. Okay. Yeah, vibhasha liyate he. The same is the case with all the roots subsequently taught. Thus khid will be ked, then a changed to a, gur becomes gore, and O changed to A and okay and etc. Okay, therefore we have employed the anuvritti of H diphthong in all sutras. The words lyapa and adecha upadeshe are understood here. The roots li belonging to divadi and kriyadi are both included here. Thus vilata, vilatum, vilatavyam, vilata, okay, vilata, vilatum, vilatavyam, vilaya, vileta, viletum, vilo, viletavyam and viliya. So much. Vibhasha, okay. Vibhasha, vikalpa. The A substitution does not take place when the affix ach and khal come after ni, mi, mi and lihi as ishan the li invariably takes the li invariably takes a substitution when the sense is that of showing respect, deceiving or insulting, as kastvam mullapayate, श्येनो श्येनो वर्तिकाम् उल्लापयते. कस्त्वाम् उल्लापयते, उल्लापयते श्येनो वार्तिकम् उल्लापयते. दि आप्शन् अलौड् बै दिस् अफोरिसम् इस् रिस्ट्रिक्टेड् आप्शन्. व्यवस्थिता विभाषा. द सब्स्टिट्यूशन् आफ् आ फर् द फैनल् आफ् ई इस् आप्शनल् वेन् द सेन्स् आफ् द रूट् इस् नाट् देट् आफ् शोयिङ्ग् रिस्पेक्ट्, subduing or deceiving. But when it has one, when it has any of these three senses, the substitution is compulsory. It is compulsory. The substitution of, okay, is compulsory because it is not here any of these three senses, showing respect, subduing or receiving. Tattu nasti, kila atra vayam tu kim melting some, kim api drishtavantaha. Iti tadeva drishtavantaha. Ataha tatra li ityasya sthane adeshaha sakshat bhavati. Yada tasya नुक् अभावः नुक् अभावे किल नुक् अभावे एव सत्यं नुक् अभावे तस्य साक्षात् भवति ईकारस्य वृद्धिः न भवति अपि तु आ आदेशः महोदय सम्यक् वा विशेषार्थः विशेष अर्थः अत्र तादृशम् अस्ति अतः तत्र ईकारस्य वृद्धिः न भवति अपि तु आदेशः रूपत्रयं साधितं लीनयति लापयति लाययति क्षम्यतां भगिनि पुनः न अवगतं तत्र ईकारस्य यद् वृद्धिः ली धातोः तत्र रूपत्रयम् एकं तु लीलो नुक् लुक् अन्यतरस्यां स्नेहविपातने लुखौ अन्यतरस्यां स्नेहविपातने इत्यनेन तत्र नुक् भवति नुक् भवति चेत् लीनयति इति रूपं नुक् यदा न भवति चेत् तत्र विभाषा लीयते इत्यनेन आत्वं भूत्वा तत्र लापयति इति रूपम् इदानीं लुक् अपि न भवति पुक् अपि न भवति चेत् तृतीयं रूपं लाययति इति सत्यं नुक् अभावे अपि च आदेशाभावे मुक् अभावे इति न वक्तव्यं मुक् अभावे आदेश अभावे एव समीचीनमेव लापयति लाययति आल् फर् स्नेहविपातने स्नेहविपातने इत्यस्मिन् अर्थे एव रूपत्रयं समीचीनं किल इदानीम् उषा भगिनी अत्र च प्रश्नः अत्र च प्रश्नः स्नेहविपातने विकल्पेन ली धातोः स्नेहविपातने विकल्पेन ली धातोः नुक् तत् अभावे पुक् इति उक्तं किन्तु अत्र प्रश्नः उदेति यत् पुक् विधानं केन सूत्रेण ली स्नेहविपातने धातोः केवलं रूपद्वयमेव भवति खलु लीनयति लाययति इति विभाषा लीयतेः इत्यनेन आत्मं भवति श्लेषणार्थे एव एवं चेत् स्नेहविपादने लापयति न भवति अपि च दत्तम् अस्ति यत् लीलोर् लुक् लुकौ अन्यतरस्यां स्नेहविपादने इत्यनेन लुक् नुक् अभावे विभाषा लीयतेः इत्यनेन लीङ् श्लेषणे दिवादौ ली श्लेषणे क्रयादौ विकल्पेन आत्मादेशः भवति एचः विषये किन्तु विभाषा लीयतेः इत्यनेन अनयोः धात्वोः एव कार्यं भवेत् खलु तर्हि स्नेहविपादने इत्यर्थे नुक् अभावः विभाषा दीयतेः इति तु न भवति प्रश्नः अवगतः भगिनि वै किमर्थं लापयति इति रूपं स्नेहविपादने इति कृते ली धातोः नुक् आगमः एव भवति लीलोर् लुकौ अन्यतरस्याम् इत्यनेन नुक् आगमः भवति तत् अभावे एव विभाषा लीयतेः इत्यनेन एत्वं भवति आत्वं विभाषा लीयतेः इत्यनेन आत्वं भवति किमर्थं लापयति इति रूपं सिद्ध्यति, कुक् आगमः कुतः भवितुम् अर्हति इति प्रश्नः भगिनि. बट् स्टिल् ऐ डिण्ट् अण्डर्स्टेण्ड् वेर् इस् विभाषालीयतेः इत्यनेन अनयोः धात्वोः एव कार्यं भवेत् खलु. तर्हि स्नेहविपादने इत्यर्थे लुक् अभावे विभाषालीयतेः इति तु न भवति. नुक् अभावे विभाषालीयतेः इत्यनेन लीयतेः इति तु न भवति. विभाषा नुक् अभावे जस्ट् नौ डिड् विभाषालीयतेः इत्यनेन कार्यम् आत्वं भवति इति. तत्र किं दत्तं विभाषालीयते इति सूत्रे? लिङ् श्लेषणे ली श्लेषणे इति धातुद्वयमेव दत्तं किल. अस्माकं विषयः तु स्नेहविपातनं. तत्र कुतः ली धातुः आगतः? तत्र तु विभाषालीयते इति यद् धातु विषये उक्तमस्ति तत्तु दिवादिगणस्य ली धातुः, प्रयादिगणस्य ली धातुः. अत्र स्नेहविपातनम् इति कुतः वयं स्वीकृतवन्तः? तस्य वयं नुक् अभावे तत्र पुक् अपि कृत्वा लापयति इति रूपं कथं साधितवन्तः इति प्रश्नः. रूपं तु साधु. इदानीं प्रश्नः तर्कः इति वदामः किल, तत्र कथम् आगच्छति लापयति इति? विभाषालीयते किं वदति? आत्वं भवतु इति वदति. अनन्तरं वयं लापि इति रूपं साधयित्वा तत्र लापयति इति अपि पुक् आगमः कृतवन्तः. कथं तत्र विभाषालीयते इत्यत्र तु केवलम् आत्वविषये उक्तवन्तः. कथं वयं तत्र कृतवन्तः? तत्र स्नेह लापयति इत्यस्य अपि स्नेहविपातनम् इति अर्थः अस्ति वा इति प्रश्नः. तत्तु श्लेषणार्थे अस्ति. स्नेहविपातने लापयति इति भवति वा इति प्रश्नः. कौमुद्यां दीयते श्लेषणे इत्यस्मिन् अर्थे यः ली धातु तस्य स्नेहनिपादनार्थः कथं भवति? ओके. श्लेषणे इत्यस्मिन् अर्थे यः ली धातुः तस्य स्नेहनिपादनार्थे कथं भवति? ओके. स्नेहनिपातने अर्थे नुक् आगमः एव भवति भगिनि. परन्तु तत्र तु अन्यतरस्याम् इति आसीत्. यदा अहम् अन्यतरस्याम् इत्युक्ते तत्र अन्यस्मिन् पक्षे एकं रूपं साधनीयं किल. अहं कथं वयं कथं साधितवन्तः? विभाषालीयते इत्यनेन. परन्तु विभाषालीयते इत्यस्मिन् सूत्रे न इत्यस्मिन् सूत्रे धातुद्वयं यद् उक्तं तत्तु दिवादिक्रयादिगणस्य ली श्लेषणे इत्यस्मिन् अर्थे अस्ति. इदानीं कथं वयम् अत्र स्नेहविपातनम् इति अर्थम् आरोपितवन्तः इति प्रश्नः. अवगतं किल? सो लीलो नुक् अन्यतरस्याम् इत्यत्रापि एकः अन्यतरस्याम् इति आप्शनल् रूपम् अस्ति, विकल्परूपम्. विभाषालीयते इति अपि अन्यत् आप्शनल् रूपम् अस्ति. अतः वयं रूपत्रयं साधितवन्तः. परन्तु समानधातुः वा तत्र स्नेहविपातनम् इत्येव अर्थः वा? रूपं साधितवन्तः, अर्थः समानः वा इति प्रश्नः. तत्र उत्तरमपि अस्ति. उत्तरम् अस्ति, धातूनाम् अनेकार्थाः इति सिद्धान्तः. अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति, अतः विचित्रार्थाः उत्पद्यन्ते. उपसर्गस्य गतिः त्रिविधा भवति. अत्र एकः प्रसिद्धः श्लोकः वर्तते. दात्वर्थं बाधते कश्चित्, कश्चित् तम् अनुवर्तते, तमेव विशिष्ट विशिनिष्ट विशिनष्टि तमेव विशिनष्टि अन्यः उपसर्गात् अतिः धृता. उपसर्गगतिः धृता. अत्र उपसर्गः अस्ति वा? ओके ओके. वयं ज्ञातवन्तः उपसर्गः केन बाधते कश्चित् धातोः अर्थः उपसर्गः कश्चित् तम् अनुवर्तते अर्थेन अनुवर्तते. तं विशिष् विशिनष्टि अन्यः, विशिनष्टि अन्यः उपसर्गगतिः. वाट् इस् विशिनष्टिः? विशिनष्टि इत्युक्ते विपरीतार्थः भवति किल. न क्षम्यतां, विशेषार्थः प्रथमं धातु अर्थः बाधते कश्चित् इत्येव विपरीतार्थः, गच्छति आगच्छति तत्र तादृशं, नयति आनयति, अनुवर्तते इत्युक्ते तदेव आर संहारवत् तदे तादृशम् अनुवर्तते इत्युक्ते समानार्थः, लिखति विलिखति इति. क्षम्यतां, लिखति विलिखति एव विशिनष्टि अस्ति, सम्यक् लिखति इति. तत्र अनुवर्तते इत्युक्ते समान अर्थः एव, तत्र किमपि भेदः नास्ति. ओके, विशिनष्टि इति कृते एन्हान्सस् भगिनि, सत्यं, पोषणं करोति इति अर्थे. आम्, धातोः अर्थः बलादन्यत्र नीयते इति वदामः किल. वि उपसर्गपूर्वः, लि श्लेषणे इति धातुतः स्नेहविपादनार्थे विलीनयति, विलाययति, विलालयति, विलापयति इति रूपाणि भवन्ति. स्नेहविपादनार्थे लि अङ्गात् विकल्पेन नुक् आगमः भवति. स्नेहविपादनार्थे लि अङ्गात् विकल्पेन नुक् आगमः भवति. ला अङ्गात् विकल्पेन लुक् आगमः भवति. लीलो नुक् लुकौ अन्यतरस्यां स्नेहविपादने इति सूत्रेण. सो वियोगः ली श्लेषणे इति धातुतः हेतुमती च इत्यनेन निच् प्रत्ययः विधीयते. वियोगः ली योगः इ अधुना विभाषा लीयते हे इत्यनेन विकल्पेन आत्वं भवति. आं भगिनि, उपसर्गपूर्वम् अस्ति चेदेव तत्र अस्माकं स्नेहविपातनः इति अर्थः आगच्छति. ली अङ्गात् नुकागमः भवति, तत्र रूपत्रयं पुनः. आम्, आत्व अभावपक्षे, आत्व अभावपक्षे वि योगः ली योगः इ इति कृते लीलो नुक् लुकौ अन्यतरस्यां स्नेहविपातने इत्यनेन विकल्पेन नुक् आगमः भवति. वि योगः ली योगः नुक् आगमः, नकारः योगः इ. विलीनि इति नूतनधातुः, विलीनयति इति लटीरूपं सिद्ध्यति. आत्म अभावे अपि तु नुक् अभावे अचोञ् निति इत्यनेन वृद्धिः भवति चेत् तदा एचो अयवायवः इत्यनेन आय आदेशः भवति. वियोगः ली योगः णिच्, वियोगः लै योगः इ, वियोगः एचो अयवायावः, वियोगः लाय् योगः इ, विलायि इति निजन्तधातुः. अनन्तरं शप् योगः ति इति स्थिते लटीरूपं विलाययति इति भवति. किं किं रूपं साधितवन्तः आत्वपक्षे, किम् आसीत् प्रथमं रूपमेव आत्मपक्षे लीनायति, तद् इति लीनायति नुक्तागमः, तद् लीलोर्नुग् इत्यनेन नुक्तागमः विलीनयति. अनन्तरं यदा तत्र विभाषा लीयते अस्ति चेत् तत्र विलालयति, तस्य एव क्षम्यतां, तस्य एव विकल्पः विलापयति, विलापयति, विलालयति, विलाययति, न लीनयति इत्यपि. इतोपि एकं रूपम् अस्ति वा? विलीनयति, विलाययति, विलालयति, एतावत् स्पष्टम्. इतोपि एकं रूपम् अस्ति, तदपि पठतु भगिनि. अनन्तरम् अरुणा भगिनी पठति. आत्वपक्षे वि वियोगः ली योगः इ विभाषा लीयते हे इत्यनेन विकल्पेन इ स्थाने आ आदेशः भवति विभाषा इत्यनेन. ओके, वियोगः ला इति भवति. ला योग वि ला इ लीलोर् नुक् लुकौ अन्यतरस्या इत्यनेन लुक् आगमः भवति. अत्र लुक् आगमः कथं भवति? 6-1, this is 6-3, and then we are doing this, okay. आत्वपक्षे या फस्ट् वि डू द आत्वम् अण्ड् देन् लीलोर् लुक् लुक् लुक् अन्यतरस्यां स्नेहविपादने इत्यनेन लुक् आगमः भवति. लीलोर् लुक् लुकौ अन्यतरस्याम् ओ लुक् अण्ड् लुक् लुकौ लुक् अन्यतरस्याम् ओके. अत्र लुक् आगमः कथं भवति इति प्रश्नः अतः मम तु भ्रमः जातः. इदानीं विलीनयति, विलाययति, विलालयति, विलापयति इति रूपचतुष्टयं साधनीयं यदा वि उपसर्गः अस्ति चेत्. अरुणा भगिनी अपि पठेत्. भगिनी, अरुणा भगिनी इदानीं पठितुं शक्यते वा? आं भगिनि, धन्यवादः. आत्मपक्षे यद्यपि ली धातुः अधुना ला इति जातः तथापि तस्य मूलरूपं तु ली इति एव आसीत् इति कृत्वा एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया नुक् आगमः एव स्यात् इति चिन्तयामः. यतोहि प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम् इति सामान्यनियमः. यत्र प्रकृतौ कार्यं विधीयते एकदेशविकृतस्य अनन्यत्वात् इत्यनया परिभाषया विकृतौ अपि तत् कार्यं विधीयते. एकदेशविकृतस्य अनन्यत्वात् इति परिभाषायाः अर्थः एवमस्ति यत् एकस्मिन् देशे विकारः भवति चेदपि मूलं तदानीमपि तस्य बीजे भवति. कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः एव. अत्र प्रश्नः अस्ति किमर्थं मया वियोगः ला निच् अस्ति चेत् लीलो लुक् लुक् आगव अन्यतरस्यां स्नेहविपादेन लुक् आगमः भवति. कथं भवति इति चेत् उत्तरं दत्तम् आत्मपक्षे ली धातुः अधुना ला इति जातः. ली धातुः स्वयं ला भवति अतः तस्य प्रकृति प्रति धातुः अपि मूलधातुः समानः इति अर्थः सामान्यनियमः. अत्र एक परिभाषा अस्ति एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया अनुगमः कर्तुं शक्यते. तद्भगिनि तत्र किं वदति इत्युक्ते इदानीम् आत्वं जातं ली लोर् लुक् इति सूत्रेण आत्वं जातम्. इदानीम् अहं तु ली धातुः अस्ति चेत् नुक् आगमः एव करोमि. इदानीं ला धातुः अभवत् इति कारणेन किमर्थं लुक् आगमः करणीयम् इति प्रश्नः. तत्र वयं ली धातोः लुक् आगमः किमर्थं कुर्मः इत्युक्ते तत्र एकदेशविकृतस्य अनन्यत्वात् इति. यद्यपि तत्र विकारः जातः चेदपि तद् मूले ली धातुः एव आसीत् अतः लुक् आगमः एव करोमि इति अस्माकं चिन्तनम्. एतादृशमेव वयम् इदानीं पर्यन्तं पठितवन्तः परन्तु अत्र तु विशेषः अस्ति इति महोदयस्य आशयः. परन्तु व्याख्यानेषु उच्यते यत् लीलो स्नेहविपादने इति सूत्रे ई युक्तः युक्तली इत्यस्य ईकारप्रश्लेषात् आत्मपक्षे नुप् न स्यात्, अर्थात् लीलो नुक् लुप्तो अन्यतरस्यां स्नेहविपातेन इति सूत्रे लीलोः इति अस्ति, तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति. प्रश्लेषः अर्थ किं भगिनि? न श्रूयते महोदय. क्लोस्लि असोसियेटेड् इति वदति. ओ असोसियेटेड् नाम ईकार ईकार इत्यस्य ली धातोः एव नुगमः भवति. ली धातुः यदा ला इति भवति विभाषा दीयते इत्यनेन सूत्रेण तदा एकदेशविकृतस्य अन्यतरसूत्वात् इत्यस्य कार्यं न भवति. अतः आत्मभूतस्य ला अङ्गस्य नुगागमः न भवति, अपि तु लुकागमः भवति विकल्पेन लुकौ अन्यतरस्यां स्नेहविपातेन इति सूत्रद्वारा. प्रथमं लीलोर्लुक्लुकौ अन्यतरस्यां स्नेहविपातेन इति सूत्रे अर्थमस्ति लीदायी युक्तलीदातस्य कारणात् अयिकार प्रश्लेषः अस्ति, योग्यता अस्ति चेत् योगमस्ति चेत् आत्मपक्षे लुक् न स्यात्. लीदातु योगः इ अस्ति चेत् न तत्र लीदातुः ईकारयुक्तं प्रदर्शितमस्ति. आं भगिनि, ली लो धातुद्वय, ली धातोः नुक् भवति, लो धातोः लुक् भवति इति सूत्रं वदति. अस्तु, इदानीं ली धातोः आत्वं जातं, विभाषा लीयते इत्यनेन आत्वं जातं ला इति अभवत्. इदानीं तद् ला धातुः वा ली धातुः वा किं वयं स्वीकुर्मः इति प्रश्नः. इदानीं परिवर्तनं जातं चेदपि तत्र वयं ला धातुः इति स्वीकृत्य तस्य लुक् आगमः कुर्मः, नुक् आगमः न इति प्रश्नः इति क्षम्यता प्रश्नस्य उत्तरम् अवगतं वा? पुनः वदतु भगिनि, ली धातु सत्यं, ली धातुः आत्वं विभाषा लीयते इत्यनेन भवति. इदानीम् उत्तरं प्रश्नः कः इत्युक्ते, अहं ली धातोः इति एव चिन्तयित्वा तत्र लुक् आगमः करोमि वा, ला धातुः इति स्वीकृत्य लुक् आगमः करोमि वा इति प्रश्नः. तत्र एव एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा स्वीकुर्मः. तत्र यदपि ली धातुः ला धातुः जातः तदापि तस्य किमपि भेदः नास्ति, अतः नुक् इति करणीयम् इति पूर्व भवेत् इति सम्भावना. परन्तु अस्मिन् अत्र पाणिनिना सूत्रे एव ली इति उक्तम्, ईकारः ईकारयुक्त ली धातुः इति स्वीकृतवान्, तत्र अतः नुक् आगमः न भवति परन्तु लुक् आगमः एव भवति. इदानीम् अस्मिन् सन्दर्भे एकदेशविकृतस्य अनन्यत्वात् इति परिभाषायाः आवश्यकता नास्ति, तत् परिभाषा अत्र तस्य कार्यं न भवति इत्येव उत्तरम्. ओके भगिनि, तावदेव महोदय. तादृश अस्माकं भारतीयानां चिन्तनं कथम् अस्ति तादृशमेव. पाणिनि भगवान् अस्ति खलु, तत्र कदापि तस्य किमपि सूत्रं व्यक्तम् अथवा भवेत् इति कृत्वा कथमपि तत् समर्थनं कुर्वन्ति. आमां तद् व्याख्याकारः ते तादृशम् आगच्छन्ति, तद् किमपि लिखित्वा तत्र कथमपि साधनीयम् इति समर्थनीयम् अस्ति. सः तादृशम् उक्तवान् वा इति वयं न जानीमः. वयं व्याख्यानं दृष्ट्वा एव एतत् सर्वम् अवगन्तुं शक्नुमः, अथवा किं तत्र लीलो नुक् इति इत्यनेन वयं कथम् अवगन्तुं शक्नुमः. आम् सत्यं साक्षात् ईकारान्तधातुः. आम् पूर्वमपि एतादृशधातवः वयं कुत्र दृष्टवन्तः, तत्र एतादृशचिन्तनं न आसीत् किल. आम् आम् आम् सत्यं, तदेव उत्तरम्. अस्तु भगिनि समापयतु. योगः लु, योगः इ, विलालि इति नूतनधातुः, छप् विकरणप्रत्यागस्य ति विलालयति इति रूपनिष्पन्नं भवति. आत्मपक्षे अपि च लुप्भावे अति श्री व्लीरि न्यू नौ इत्यनेन पुकागमः. वि योगः लि योगः निच् विभाषे लीयते इत्यनेन ई स्थाने आदेशः भवति. वि योगः ला योगः हि, वि योगः ला योगः पुक् योग इ, वि योगः ला योगः पकार एव इ, विलापि इति नूतनधातुः सिङ्गन्तरूपमस्ति, छप्पायित्वा विलापयति इति रूपं भवति. आहत्य एतानि रूपाणि सम्भवन्ति स्नेहविपादनार्थे आत्मभावे विकल्पेन नुमागमः विलीनयति विलायति. आत्मपक्षे विकल्पेन लुक्कागमः विलालयति विलापयति. अत्र चत्वारि रूपाणि ची धातुः, ची शयने स्वादिगणे अस्ति, लटि चिनोते चिनुते उभयपदे अस्ति. ची स्फुरोर्णौ विकल्पेन ची स्फुर् इति धातोः एषः स्थाने आ आदेशो भवति. नौ नौ इति अनुबन्धरहितत्वेन निचि निनि च भवति. चिश्च स्पृश्च तयोः इतरेतरद्वन्द्वः, चिष्पुरौ तयोः चिस्पुरोः, चिष्पुरोः षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशति इति स्म. एषः इत्यनयोः अनुवृत्तिः विभाषा दीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा चिस्पुरोः एषः आत् नौ. चि धातुः अर्थः स्वादिगणे अस्ति, अर्थः चयने इति अर्थं. चि धातुः उभयपदे अस्ति, ततः चिनोति चिनुते इति रूपद्वयम् आत्मनेपदिरूपं प्रथमेपदे आसने सूत्रमस्ति. चिस्पुरोर्णौ विकल्पेन ची धातु स्फुर्धातु धातुद्वयम् एषः स्थाने आ आदेशः भवति निच् पदे. तत्र वयं एकनिमिषं भगिनि, तत्र विभाषा लीयते इत्यत्र एव एषः इति आगच्छति किल, तत्र एषः विषये इति आसीत्. विभाषा लीयते इत्यत्र यत् एषः अनुवृत्तिरूपेण आगच्छति तत्र तु एषः विषये इति आसीत्. इदानीं यत्र ची स्पुरोर्नौ इति सूत्रे तु एषः स्थाने इति आगच्छति. तत् पश्यामः कथमिति. आ आदेशे पठतु भगिनि. आ आदेशे भवति नौ. नौ इति अनुबन्धरहितत्वेन निचि निचि निडिचि च द्वयप्रत्यय द्वौप्रत्यय अस्ति. नौ अस्ति. नौ अस्ति केवलं निच् नास्ति. निच् निङ् अपि निङि अपि अस्ति. अनुपस्थितसहितसूत्रमस्ति. विभाषा चिस्पुरौ एषः आत् नौ कथं रूपम् आगच्छति इति पठतु भगिनि. चीयोगः निच् चीयोगः निच् अचो निण्यति इति सूत्रेण छै भवति. छै योगः हि ची स्फुरौ नौ इत्यनेन ऐस्थाने आ आदेशः भवति. च योगः हि अप्सि ह्री ब्लीरि नु ईच्मयि अस्ति स्त्री वी री स्नूयि श्मायि आतां पुङ्नौ. ओहो धन्यवादः. इत्यनेन पुकागमः चापि योगी चापि निजन्तनधातुः सिङ्गन्तप्रस्थरूपमस्ति. शप् आगत्य शप् योगः चापयति इति रूपं भवति. आदेश अभावे चि योगः निच् अजो निनिति सूत्रेण छै योगः हि यजोयावयवः इत्यनेन आय् आदेशः. चाय् योगः हि चाय् इति निजन्तदातु लट्लक लट्टिरूपमस्ति. चाययति अत्रापि आत्वमेव विधीयते. ये स्थाने आत्वं यदा विभाषा लीयते इति अत्र परन्तु अत्र किं भवति अचौनिति इति प्रथमं कार्यं भवति. अत्र साक्षात् एकारस्य स्थाने आत्वम् आगच्छति. तदेव वयं पठितवन्तः अपि. अत्र तु साक्षात् न भवति आदेशः. अचौनिति इत्यनेन एचः भवति. एचः स्थाने आत्वं भवति. अतः भेदः अस्ति. अनन्तरं पुकागमः. समीचीनम्. तत्तु विकल्पेन इति कारणात् तत्र रूपद्वयम्. धन्यवादः भगिनि. धन्यवादः महोदय. एक एषः परिच्छेदः एव पठतु महोदय. अनन्तरं समापयामः. चीचुरादिगणे चीचुरादिगणे नान्ये नान्ये मितोऽस्येतौ इति गणसूत्रेण दित् पिताम्बुत्सवैश्वरेण उपदायां स्वानन्दे चीचुरादिगणे नान्ये अहेतौ अहेतौ यत्र हेतुः इति कारणम् अस्ति. गणसूत्रं नान्ये मितो हेतौ इत्यनेन अहेतौ स्वार्थे इति जपादिभ्यः अन्यः अन्ये पितः न अन्यः पितः न अन्ये पितः न अत्र कथनस्य शैली अवगन्तव्या नो चेत् पाणिनेः धातुपादि चुरादिगणस्य स्थले जपादयः इति अन्तर्गणः क्रियते. तत्र षड्दातवः जपायमाचि अस्मिन्नेव प्रसङ्गे नान्ये तो एतौ अहेतौ इति गणसूत्रं वर्तते. कृतः अर्थः एवं निर्मते. एतान् षट् धातून् अतिरिच्य अन्ये चुरादिगणीयदातवः अहेतौ मितः न सन्ति. अनेन ज्ञायते यत् एते षड् धातवः अहेतौ मितः सन्ति अपि च हेतौ मितः न सन्ति. तर्हि प्रश्नः स्वाभाविको किमर्थं साक्षात् नोक्तं किमर्थं ये यथा तथा न सन्ति तदेव दीयते यस्तद्वारा बोध्यं यत् एते षट् तथा सन्ति. अनेन सूत्रस्य लघुत्वं नान्ये इत्यस्य स्थाने जपादेन इति स्थाप्यते चेत् सूत्रं कोटिक्लिष्टम् अपि च यतो हि सूत्रं दत्तमस्ति जपादयः इति अन्तर्गणस्थले तदर्थं जपादय इति शब्दस्य अत्र बहु किमपि अस्ति. वयं तु अग्रिमसप्ताहे अस्मिन् विषये चर्चयामः. तत्र महोदयस्य ध्वनिमुद्रणं कृपया शृण्वन्तु. प्रायः एकघण्टा यावत् वा अथवा तत्र सः उक्तवान् अस्मिन्नेव परिच्छेदस्य विषये किमर्थम् अत्र न अन्ये मितो हेतौ न अन्ये इति किमर्थं स्थापितम् अस्मिन् अन्तर्गणे इति तद् किञ्चित् शृण्वन्तु. अनन्तरं वयमपि अस्माकं वर्गे चर्चयिष्यामः. अस्ति बहु किमपि अस्ति अस्मिन् न अन्ये इत्यस्मिन् विषये. अस्तु अस्तु अद्य समापयामः वा. आम् आम् आम् किञ्चित् जटिलः एव अस्ति. यक् कुत्र आगच्छति लुक् इति किञ्चित् क्रमः एव भवति. धन्यवादः. धन्यवादः. धन्यवादः.